ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ओम् श्रीगुरुभ्यो नमः। हरिः ओम्। नमस्ते महोदय। नमस्कारः भगिनी, धन्यवादः। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र विसर्गसन्धिः इति। तत्र स्वरूपमहोदयस्य करपत्रं वयं पठन्तः स्मः, तत्र बहु किमपि अतीतवन्तः, तत्र भाट्यसूत्राणां पठनं कृतवन्तः। इदानीं तत्र शास्त्रीयरीत्या तत्र पाणिनेः सूत्रानुसारं तत्र प्रक्रिया कथं भवति इति एतत् सर्वं दृष्टवन्तः। तत्र वाक्य अपि तत्र शब्द तत्र इति तत्र मतद्वयमस्ति इति कृत्वा तत्र प्रक्रिया तत्र पूर्णवाक्यं स्वीकृत्य तत्र सर्वाणि कार्याणि भवन्ति इति अपि दृष्टवन्तः। इदानीं तत्र केवलम् अन्तिमभागे तत्र वयं तत्र विसर्गसन्धेः अपवादत्रयम् इति तत्र रेपान्तानि अव्ययानि तत्र वयं दृष्टवन्तः। तत्र कार्यं किञ्चित् भिन्नं भवति अव्ययम् इति कृत्वा। तर्हि तत्र उदाहरणमासीत् नाम प्रातः इति, तत्र प्रातर् इति आसीत्। हा, तत्र तद् दृष्टवन्तः गतवर्गे। इदानीं तत्र अग्रे सरामः। इदानीं तत्र द्वितीय अपवादः एषः सः इति। अस्तु, तर्हि तत्र उषा भगिनी आरम्भं करोति वा? एषः सः, एषः सः इति द्विपदे विशेषे, तयोः कृते चतुर्थसूत्रेण अति उत्तमं भवति, अन्यत्र सर्वत्र लोपः एव इति उपरि उक्तम्। ओके, पञ्चसु भाटसूत्रेषु एषः सः इत्यनयोः प्रसक्तिः कुत्र कुत्र अस्ति? प्रथमे, चतुर्थे, पञ्चमे च। तेषु प्रथमे सोपाने भाटसूत्रम् अनुसृत्य कार्यं कुर्मः चेत् असाधु भवति। सहयोगः तिष्ठति। प्रथमसोपाने कार्यम् अनुसृत्य कार्यं कुर्मः चेत् सहयोगः तिष्ठति, सः तिष्ठति। प्रथमसूत्रं सहयोगः तिष्ठति, ओ विसर्जनीयस्य सह करि खपथो विसर्गः काकापापा इति नाट्य प्रथमे सोपाने देन् अस्ति चेत् तत्र करि खपे ओके सो करि तकार खरि अस्ति सो ओके सो देन् तु विसर्गः सो सः तिष्ठति सः तिष्ठति अनन्तरं विसर्जनीयसि सः सम्वेर् अट्लीस्ट् बाटसूत्र इतः परस्य विसर्जनीयस्य रेपः अकरी दत्तमस्ति सः तिष्ठति बिकम्स् सः तिष्ठति दोषः भवति सः तिष्ठति स तिष्ठति साधु विसर्गः लोपः भवति चतुर्थे सोपाने भाटसूत्रम् अतः परस्य विसर्जनीयस्य अति हषि च भूत्वम् इति सूत्रम् अनुसृत्य कार्यं कुर्मः चेत् अति साधु हषि दोषः भवति अति परे उत्वं भवति सहयोगः अपि इति अस्ति चेत् परः अति अस्ति अत् अस्ति इत्यनेन सोऽपि इति भवति सः अपि उत्वं भवति विसर्गः अपि च सकारस्य सकार उत्तरवर्ति अकारः अनन्तरं विसर्ग अनन्तरम् अकारः विसर्गस्य स्थाने ऊ भवति चेत् अकार उकार गुण भवति सोऽपि इति भवति साधु दिस् इस् साधु हि परे किन्तु उत्वं न भवति अपि तु विसर्गलोपः एव. सः गच्छति इति अस्ति चेत् चतुर्थपाति अतः परस्य विसर्जनीयस्य अति हसि च उत्वं हसि अत्र हसि अस्ति गकारः हश् अस्ति हश् अस्ति इत्यनेन सः योगः गच्छति उत्वं भवति चेत् सः विसर्गस्य स्थाने उकारः अस्ति चेत् देन् सो भवति सो इति साधुरूपं नास्ति दोषः भवति. सः गच्छति इत्यस्य कृते स गच्छति लोपः एव भवितुम् अर्हति. सकारस्य अनन्तरं गच्छति अस्ति चेत् स विसर्गः लोपः भवति तदेव साधुरूपम् अस्ति. पञ्चमे सोपाने यथा बालः इत्यादयः लघु अकारान्तशब्दाः एषः सः इति द्वयोः अपि अत्र विसर्गलोपः. एषः इच्छति एष इच्छति एष इच्छति अन्यत् रूपमस्ति एष इच्छति एष इच्छति इति यकारः आयाति भोभगो अत्र लघु एषः सः इति द्वयोः अपि अत्र विसर्गलोपः. एषः इच्छति एष इच्छति विसर्गस्य लोपः अन्यत् रूपमस्ति एष इच्छति. ओ एष एष इच्छति आस्टरिस्क् मार्क् अस्ति. आस्टरिस्क् मार्क् कृते महोदय अधः दत्तं वा महोदय? तत्रैव अस्ति भगिनि पञ्चमे सोपाने इति तत्रैव अस्ति. पञ्चमे सोपाने अत्रापि अयम् अन्यः विकल्पः अस्ति पञ्चमे सोपाने अतः परस्य विसर्जनीयस्य आचि लोपः अस्तु तदेव वयं दृष्टं खलु. आं पञ्चमे सोपाने अत्रापि अयम् अन्यः विकल्पः अस्ति. एषः आगच्छति इत्यस्ति चेत् लोपः भवति अतः परस्य विसर्जनीयस्य आचि लोपः. एषः आगच्छति आगच्छति इत्यनेन आचि आचि लोपः आचि इति आति अपि च इचि अस्तु. पञ्चमे सोपाने अत्रापि अयम् अन्यः विकल्पः अस्ति. अधुना येषु त्रिषु सोपानेषु शास्त्रीयप्रक्रिया का इति पश्येम. एतत् तदोः सुलोपो अकारो एतत् तदोः सुलोपो कोर नैन् समासे हलि अनैन् समासे हलि एतत् तद् एतद् पठति भगिनी. अग्रे पठामि बट् अग्रे पठामि वा वयं तद् पठतु भगिनि प्रथमं करोतु तत्रैव भगिनि अत्र तत्रैव दत्त शास्त्रीयरीत्या अस्ति खलु भगिनि एषः सः इति तस्य ओ अन्य भवती पी डी एफ् पश्यन् अस्ति वा भगिनि? पी डी एफ् अस्ति मम पृष्ठे परन्तु कुत्र तत्तु पञ्चमे तदोः सुलोपो इति सूत्रम् अस्ति खलु अग्रे नै रे एषः सः इति तत्र द्वितीयः अंशः तस्मात् पूर्वं तत्र रेफान्तानि अव्ययानि तस्मात् अधोभागे गच्छतु भगिनि. एषः सः तत्र पी डि एफ् पेज् मध्ये पेज् 20 अस्ति भगिनि. 20 ओके वेरि इट्स् ओके गो हेड् न तत्र अन्तिमपुटं गच्छतु तस्मात् अन्तिमपुटं वा ततः देन् कम् बेक् 23 इस् द लास्ट् पेज्. अच्छा द्वितीयसोपानं तृतीयसोपानं चतुर्थसोपानं पञ्चमसोपानं तत् पश्चात् वा अपवादत्रयं तद् तत्र इदानीं द्वितीय अपवादः सः अपि एषः अस्तु सन् धन्यवादः महोदय. एतत् ततोः सुलोपो कोर नैन् समासे हलि. एतत् तद् चेति शब्दात् सुप्रत्ययस्य लोपः भवति हलि परे. सुप्रत्ययस्य लोपः भवति हलि परे अनयोः द्वयोः शब्दयोः मध्ये अकच् प्रत्ययः नास्ति चेत् अपि च नञ् समासे विषयः नास्ति चेत् ओके. सुलोपो अकोर नञ् समासे हलि. ओके, सो एतत् तद् च इति शब्दात् सुप्रत्ययस्य लोपः भवति हलि परे हलि. ओके, अनयोः द्वयोः शब्दयोः मध्ये अकच् प्रत्ययः नास्ति चेत् द्वयोः शब्दयोः मध्ये अकच् एतत् अपि च तद् द्वयोः शब्दयोः मध्ये अकच् प्रत्ययः नास्ति चेत् अपि च नञ् समासस्य विषयः नास्ति चेत् ओके. एतत् एतत् च तत् च एतत् तदौ इतरेतरद्वन्द्वः तयोः एतत् तदोः सोर्लोपः सुलोपः षष्टितत्पुरुष षष्टितत्पुरुषः न नञ् समासः अनञ् समासः नञ् तत्पुरुषः तस्मिन् अनञ् समासे अविद्यमानः ककारः ययोः तौ अकौ बहुव्रीहिः. ओ, अविद्यमानः ककारः ययोः तौ अकौ बहुव्रीहिः तयोः अकोः सुलोपो अको अको ओ अको इस् अकौ बहुव्रीहि. ओके, अविद्यमानः ककारः ययोः तौ अकौ बहुव्रीहि तौ बहु अकौ अकौ इति बहुव्रीहिः तयोः अकोः. ओके, एतत् ततोः षष्ट्यन्तं सुलोपः प्रथमान्तम् अकोः षष्ट्यन्तम् अनै समासे सप्तम्यन्तम् अनेकपदमितं सूत्रं संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् एतत् ततोः सुलोपः हलि संहितायाम् अकोः अनै समासे मया न अवगतम्. अविद्यमानः ककारः ययोः तौ अकौ. अविद्यमानः ककारः सो ककार इस् नाट् सीन्. अविद्यमानः ककारः ययोः तौ अकौ बहुव्रीहिः तयोः अकौ. सो अको इत्यस्य कृते ओके. अनन्तरं एतत् अपि च तद् सकारलोपः अनन्तरं एतत् तद् शब्दात् सुप्रत्ययस्य लोपः भवति हलि परे. एतत् अपि च एतत् योगः सु तद् योगः सु इति कृते सकारः लोपः भवति हलि परे. ओके, अपि च अनयोः द्वयोः शब्दयोः मध्ये अकच् प्रत्ययः नास्ति चेत् अकच् इति दत्त अको नो दट् अकच् प्रत्ययः नास्ति चेत् ओके. अकच् प्रत्ययः नास्ति चेत् सूत्रे कुत्र उक्तं मध्ये अकच् प्रत्ययः नास्ति चेत् अकोः अको अकौ इति एव तत्र अकच् इति तस्य अविद्यमानः ककारः अविद्यमानः ककारः तत्र कच् कच् इति प्रत्यय तस्मिन् किं किम् अस्ति भगिनि भगिनि महोदय कच् कच् अकच् प्रत्यय अकच् इत्युक्ते केवलं कच् अपि तस्मिन् नास्ति अक अक एव आयाति अक् नाम तत्र केवलं ककारः एव अस्ति वा तत्र अकच् मध्ये कच् कच् मध्ये अकच् अक अकच् इत्युक्ते कच् नास्ति इति अर्थः खलु तत्र न न न अकच् प्रत्यय अकच् प्रत्यय एव प्रत्ययस्य नाम एव अकच् अस्ति प्रत्ययस्य नाम अकच् अकच् अकच् इति प्रत्ययः अस्ति अकच् इति प्रत्ययः अस्ति अस्तु अस्तु किन्तु अत्र नाम किन्तु अविद्यमानः ककारः इति उक्तं खलु, तर्हि तत्र अकच् इति तस्य कार्यं किम्? अविद्यमानः अविद्यमानः ककारः ययोः तौ ययोः ययोः नाम तत्र द्वयोः शब्दयोः द्वयोः शब्दयोः नाम तत्र एतद् तद् इति शब्दः अस्ति, तदनन्तरं हल् इति अस्ति, अतः तयोः मध्ये अविद्यमानः भगिनी वदन्ति अस्ति तद्दितप्रत्यय 5371 I don't have my sutra. What is that? 5371? 5371. And then, I don't know. Hang on, Pagini. Let me see. 5371 looks like it. Akach, Tadita Pratyaya. 71. Abhyaya Sarvanamna Akach Praktehe. Achha. Okay, yeah, I've seen this sutram, but I don't remember. Avyaya sarvanamnam akach prak tehe. Ting avyaya sarvanamnam sup. Supaha akach prak tehe. Avyayanam sarvanama shabdanam tingantanam cha vishaye prag. Iviyeshu vishayeshu swarte ka pratyayasya apavada rupena akach pratyayaha तेहे प्राक् भवति. अच्छा, क प्रत्ययस्य अपवादरूपेण अकच् प्रत्ययः. तेहे प्राक् भवति, तेहे प्राक् भवति इति अव्ययानां सर्वनामशब्दानां तिङन्तानां च विषये प्राग् इवीयेषु. वाट् इस् दट् इवीयेषु? भगिनी, तत्र यदि एतत् तदोः इति पश्यामः चेत् तत्र लिखितमस्ति अकच् प्रत्ययेन सह प्रयुक्तस्य एतद् तद् शब्दस्य विषये इदं सूत्रं न प्रवर्तते इति. एतत् तदोः सुलोपः अकोर् अनय् समासे हलि इति, इत्युक्ते तत्र एतद् तद् च इति शब्दात् सुप्रत्ययस्य लोपः भवति हलिपरे, अनयोः द्वयोः शब्दयोः मध्ये अकच् प्रत्ययः नास्ति चेत्. इत्युक्ते तत्र एतत् तदोः इति तत्र अष्टाध्यायी मध्ये स्थापितवती. एकवारं तत्र सम्पूर्णतया पठामि. अकच् प्रत्ययेन सह प्रयुक्तस्य एतद् तद् शब्दस्य विषये इदं सूत्रं न प्रवर्तते. अकच् इति कश्चन तद्धितप्रत्ययः, तत्र यथा भगिन्या पठितम् अव्यय सर्वनाम्नाम् अकच् प्राप्तेः इत्युक्ते एतेन सूत्रेण सर्वनामशब्देभ्यः स्वार्थे विधीयते. अस्य प्रत्ययस्य उपस्थितौ एतद् एतकद् तकद् इति प्रातिपदिके सिद्ध्यतः तत्र एतकद् तकद् इति अपि प्रातिपदिके स्तः, अकच् प्रत्यययुक्तप्रातिपदिकः. तत्र रूपम् एतद् इति न एतकद् इति भवति, तद् इति न तकद् इति भवति. अयं प्रत्ययः एतद् तद् शब्दयोः मध्ये प्रयुज्यते, अतः एतकद् तकद् इति भवति. अतः तन्मध्य पतितस्तद्ग्रहणेन गृह्यते इति परिभाषया प्रकृतसूत्रे विद्यमानेन एतत् तद् शब्देन अकच् प्रत्यययुक्तस्य अपि शब्दस्य ग्रहणं भवति. इत्युक्ते अस्मिन् सूत्रे न केवलम् एतत् तद् इति, एतकद् तकद् इति इत्यनयोः अपि ग्रहणं भवति. तेषां कृते अस्य सूत्रस्य कार्यं न भवति, अतः तत्र दत्तम् अविद्यमानः ककारः. अविद्यमानः ककारः, अतः शब्दयोः मध्ये अकच् प्रत्ययः नास्ति चेत् अपि च नञ् समासे विषये नास्ति चेत्. अतः तत्र मा भूत् अस्य सूत्रस्य कार्यम् इति कृत्वा अकच् इति उक्तं तत्र. अपि च तत्र अकौ इत्युक्ते अकः इत्यस्य द्विवचनम्, अकः इत्युक्ते यस्य ककारः नास्ति इति मध्ये, द्विवचने अकः इत्यस्य अकौ इति भवति रामः रामौ अकः अकौ तत्र न भवति, किन्तु केवलम् एतद् तद् इति स्तः चेत् सूत्रस्य कार्यं भवति. There's a one-line meaning except for the nine samasa when a form of etad that tad word which doesn't contain a kakara is followed by a supratyaya. Correct. Which in turn is followed by a vyanjana. The supratyaya gets removed. Ataha etad tadoho sulopaha hali samhitayam akoho anai samase. Akoho. Yeah. Kakara nasti. Kakaraka nasti chet. ककार मध्ये ककार नास्ति चेत् अपि च नैसमासे नास्ति चेत् ओके अस्तु नैसमासे अपि नैसमासे विषये नास्ति तस्य अस्तु तर्हि अग्रे तर्हि तत्र उषा भगिनी धन्यवादाः. तर्हि तत्र शोभनी भवती एव तत्र अग्रे पठति वा तत्र अव्ययसर्वनाम्नाम् इति एव अस्ति अग्रे. आम् महोदय, तत्र अव्ययसर्वनाम्नां नाम्नाम् अकच् प्राक्तेः इति सूत्रेण एतत् तद् इति शब्दयोः अकच् प्रत्ययो भवति. अकच् नास्ति चेत् एष कृष्णः स श्यामः इति भवतः. अकच् प्रत्ययसहितरूपे एष कः कृष्णः सकः श्यामः इति. नञ् तत्पुरुषप्रसङ्गे चेत् न सः असः अत्रापि सुलोपो न भवति. अस्तु ओके. हा अग्रे अपि हा इत्युक्ते तत्र यत् दत्तं तत् स्पष्टमेव. यत्र तत्र अकच् प्रत्ययो एतद् तद् इति शब्दयोः अकच् प्रत्ययो भवति एतेन सूत्रेण अव्यय सर्वनाम्नाम् अकच् प्राक्तेः इति सूत्रेण अकच् ना किन्तु अकच् नास्ति चेत् एष कृष्णः स श्यामः इति भवतः. अकच् प्रत्ययसहितरूपे एष कः कृष्णः स कः श्यामः इति भवति. नै तत्र किं तत्र स श्यामः एष कृष्णः इति न भवितुमर्हति, यतोहि एष कः सकः इति अस्ति. नञ् तत्पुरुषप्रसङ्गे तत्र सुलोप न भवति. एष कः कृष्ण यत्र रूपमस्ति तत्र सुलोपो न भवति. एतत् तद्दोः सुलोपो अकोर नञ् समासे हलीन तत्र न भवति, कार्यं न करोति, न भवति, यतोहि तत्र सकारः अस्ति इति कृत्वा. आम् आम् आम् आम् नञ् तत्पुरुषप्रसङ्गे चेत् न सः इत्यस्य असः इति भवति. असः तत्र असः इत्युक्ते न सः इत्युक्ते सः कृष्ण वा कृष्णः अस्ति वा इति प्रश्नः भवति चेत् न सः इत्यस्य स्थाने असः कृष्णः इति वक्तुं शक्नुमः. सः कृष्णः न इति असः कृष्णः इत्यनेन उक्तं भवति. असः श्यामः असः कृष्णः अत्रापि सुलोपो न भवति. तत्र असः इति एव वक्तव्यम्. असः हरिः इति सर्वं भवति तत्र. उदाहरणं अग्रे दत्तम् एष योगः सुयोगः स्था योगः ति इति प्रक्रियायां एष योगः सुयोगः स्था इत्यस्य अपि च स्थायोगः ति इति तिष्ठति इति भवति. अनुबन्धलोपे तत्र एषस् योगः तिष्ठति इत्युक्ते अनुबन्धलोपे सु इत्यस्य उकारलोपः सा एव सकारः एव एषस् इति एषस् योगः तिष्ठति. इदानीं तत्र सकारलोपः न भवति भवति खलु. एतत् तदोः सुलोपोकोरनै समासे हलि इत्यनेन हलिपरे सुलोपः इत्युक्ते तत्र एतत् सूत्रम् एतद् एतद् तद् इत्यनयोः प्रातिपदिकयोः कृते एव अस्ति. अपि च अकौ इति ककार मा भवेत् नञ् समासः न भवेत्, तत्र नास्ति एषस् योगः तिष्ठति इत्यत्र अकः अस्ति, अनय् अस्ति, अनय् समासः, अतः एषस् इत्यस्य सकारस्य लोपः एतेन सूत्रेण भवति, एतत्तदोः सुलोपो कोरनय् समासे हलि इत्यनेन भवति एष तिष्ठति इति. अतः तत्र विशिष्ट विशिष्टपदे एते एते एषः सः इति अथवा विशिष्टे प्रातिपदिके एतत् तद् इति. तथा एव इदानीं तद् इत्यस्य कृते सा योगः सु योगः धाव् योगः ति, तत्र सा योगः सु योगः धावति, तत्रापि अनुबन्धलोपे सस् योगः धावति, पुनः सस् इति सस् योगः धावति, तत्र अनय् समासः नञ् समासः नास्ति, का प्रत्ययः अकच् प्रत्ययः नास्ति मध्ये, अतः एतत् तदोः सुलोपो कोरनय् समासे हलि इत्यनेन हलिपरे सुलोपः भवति स धावति. पूर्वस्मिन् उदाहरणे अपि हलिपरे एव आसीत्. इत्युक्ते तत्र पूर्वं किं दृष्टवन्तः, तत्र भो भगो अघो इत्यस् इत्यनेन यकारः आगतः, तदनन्तरं तस्य लोपः अभवत् लोपः शाकलस्य इत्यनेन, यत्र उदाहरणानि दत्तानि आसन्, इत्युक्ते तत्र भो भगो इत्यनेन कार्यं किम् अभवत्, ह्रस्वाकारात् ह्रस्वाकारः प्राक् आसीत्, तदनन्तरम् अपूर्वस्य ह्रस्वाकारः विसर्गात् प्राक् अशि संहितायाम् अशिपरे तस्य प्रसक्तिः आसीत्, किन्तु एतत् तद् इत्यनयोः विशेष किं प्रसङ्गे एतदेव सूत्रं कार्यं करोति इति, एतत् तदोः इति. तत्र च तत्र किम् अग्रे, सः एषः इति यथा तथा यः नास्ति. यः इति शब्दस्य यथा सामान्यं भागसूत्रेषु सूत्र एकं चत्वारि पञ्च इत्येषां साधारणरूपाणि, इत्युक्ते तत्र प्रथमभाट्टसूत्रं चतुर्थ पञ्चमम्. ओके, इत्युक्ते तत्र प्रथमभाट्टसूत्रं विसर्जनीयस्य सः खरि कखपपेतु विसर्गः इति आगच्छति, यः इति अस्ति चेत्, अपि च चतुर्थः अतः परस्य विसर्जनीयस्य अतिहर्षि च उत्त्वं, पञ्चमम् अतः परस्य विसर्जनीयस्य आचि लोपः. एतेषां सूत्रेभ्यः एतेभ्यः सूत्रेभ्यः कार्यं भवति यः इति अस्ति चेत्, यतोहि इत्युक्ते सः अपि च सः अपि च एषः तद् कार्यं किं भवति, तत् कार्यं यः विषये न भवति, यः न भवति, पृथक् पृथक् पृथक् तस्य कार्यं भवति. हा, यतोहि सूत्रे नास्ति यः इति. यस्तिष्ठति, यो गच्छति, य इच्छति, तत्र त्रीणि रूपाणि दत्तानि. यस्तिष्ठति इति यः तिष्ठति अस्ति चेत्, यतोहि तत्र तकारः परवर्णः खर्वर्णः अस्ति, तद् अतः सकारः तिष्ठति विसर्जनीयस्य सः इति. यस्तिष्ठति, यो गच्छति इत्युक्ते किं, तत्र चतुर्थः सूत्रम् अतः प्रस्य विसर्जनीयस्य अति हषि च उत्त्वम्, इदानीं हष् वर्णः उत्त्वं भवति, अतः यु इत्यस्य यो भवति गुणः भवति यो इति भवति, यो गच्छति इति तत्र. अपि च या इच्छति इत्यत्र पञ्चम अतः परस्य विसर्जनीयस्य आचि लोपः, अतः या इच्छति इति भवति. महोदय, यः इति तस्य प्रातिपदिकम् एतत् तद् नास्ति, तस्य प्रातिपदिकं यद् अस्ति वा, यद् वा तस्य यः इत्यस्य प्रातिपदिकं यद् यद् वा, यत् इति प्रायशः भवेत् इति यद्येव आम् यदेव तदेव एतत् सूत्रं कार्यं न करोति न एतत् तद् सुलोपम् सत्यं भगिनि अपवाद केवल अपवादद्वयम् अस्ति नाम एषः सः इति एव अस्तु अन्य तत्र समीप समीपानि रूपाणि तेषां तत् ते अपवादरूपाणि न सन्ति तानि नाम केवलम् एषः सः एव तत्र यः इति अपवादः नास्ति तत्र कः इति तस्य स्थितिः का इति न दत्तं खलु तत्र कः इति तत्र यः यथा यथा यः अस्ति तथैव कः इति अपि न भवति इति सत्यं किन्तु इदानीं तत्र यः अपि सः तत्र समानं नास्ति चेत् नाम वयं बहुवारं यः सः इति तादृशरूपवाक्यानि कुर्मः खलु तर्हि तत्र यः यत्र अस्ति तत्र रूपं भिन्नं भवति सः यत्र अस्ति तत्र रूपं किञ्चित् भिन्नं भवति तर्हि अस्तु शुभभगिनी एक किञ्चित् मम भ्रमः अस्ति तत्र नै तत्पुरुषप्रसङ्गे तत्र किम् उक्तं तत्र मया न सम्यक् न अवगतं नाम तत्र न सः इति एव सम्यक् रूपम् अथवा असः इति सम्यक् रूपं किम् न नै तत्पुरुष इत्युक्ते न सः न सः तस्य रूपं भवति असः इति तत्र असः एव नै तत्पुरुषरूपं भवति असः इति न सः इति असः इति अस्तु तदेव नै असः इति अस्ति चेत् इत्युक्ते तत्र असः असः विष्णुः इति वदामः अथवा असः किं हरिः अस्ति चेत् तत्र इदानीं तत्र असः इति अन्ते विसर्गः अस्ति तत्र नै समासः अस्ति अतः तस्मिन् विषये अस्य कार्यं न भवति इति इत्युक्ते तत्र सुलोपः न भवति योगः सु अस्ति चेत् सुलोपः न भवति न भवति अस्तु अस्तु अस्तु अस्तु समीचीनम् अस्तु तर्हि तत्र कृते अपि अस्तु समीचीनम् अस्तु भगिनि धन्यवादः अस्तु समीचीनम् अस्तु धन्यवादः भगिनि तत्र महोदय तत्र असः योगः सु योगः शिवः इति तत्र दत्तमस्ति उदाहरणे तत्र इत्यत्र अपि प्रकृतसूत्रं विना सुप्रत्ययस्य विसर्गः सत्त्वे श्युत्वे च कृते असशिवः इति प्रयोगः सिद्ध्यति इत्युक्ते तत्र सकारः तिष्ठति सुलोपः न भवति इदानीं किं भवति नै नै योगः तद् योगः सु भवति चेत् तत्र असः शिवः इति भवति चेत् असः योगः सुयोगः शिवः असशिवः इति भवति अस्तु अस्तु अस्तु तत्र सु इत्यस्य सकारस्य स्थुत्वं भवति अतः तस्य शकारः तदनन्तरं शिव इत्यस्य शकारः असशिवः इति भवति नै इति प्रत्ययः योजितः तत्र योगः तद् योगः नै इति प्रथममेव आगच्छति योगः तद् योगः सु तद् योगः शिवः तदस्ति नै प्रत्ययस्य उदाहरणम् अतः अनै इति दत्तं तत्र न भवति इति समीचीनं भगिनि हा इदानीं समीचीनमस्ति अस्तु अग्रे तर्हि धन्यवादः भगिनि अग्रे तर्हि वेदा भगिनि तत्र एतदपि दत्तं महोदय न इति यत्र केवलं न अव्ययं प्रयुज्यते नै समासः नास्ति यथा तत्र न एषः इति अतः तत्र तद् नास्ति इति तत्र नै इति प्रत्ययः भवेत् केवलं न एषः इति चेत् तत्र तस्य प्रसक्तिः नास्ति तत्र नै समासः नास्ति, केवलं यत्र नै इति प्रत्ययं प्रत्ययोजितः तत्र एव. अस्तु अस्तु, समीचीनम्. अस्तु, अग्रे वेदा भगिनि. महोदय, रेफः योगः, रेफः पूर्वदीर्घत्वं, रेफलोपः च पूर्वदीर्घत्वं भवति, अपि च रेफस्य लोपः अपि भवति. हरिः रमते, हरिर्रमते दोषः, हरिर्रमते इति दोषः. रेफस्य पूर्व, रेफस्य रेफे परे, रेफस्य रेफे परे पूर्वदीर्घत्वं, रेफलोपोः लोपः च. अस्मिन् उदाहरणे पूर्वं यः इकारः अस्ति तस्य दीर्घत्वं भवति, इ दीर्घ ईकार भवति इति. हरिः रमते, इचः परस्य विसर्जनीयस्य रेफः अखरि इति सूत्रेण, इति भाटसूत्रेण रेफः भवति विसर्गस्य स्थाने रेपायाति. हरिर् रमते, रेफस्य लोपः पूर्वदीर्घत्वं, हरि रमते, हरि रमते. ओके, तत् किं किं वदति तत्र, इचः परस्य विसर्जने रेफ अकरि इति भाटसूत्रेण विसर्गस्य स्थाने रेफ आयाति. हरिर्रमते इति रूपं भवति पर्ताद् नास्ति, तत् दोषः अस्ति. तस्य स्थाने रेफस्य लोपः क्रियते चेत्, अपि च इकारस्य दीर्घत्वं भवति चेत् हरीरमते इति रूपं, तद् साधुरूपं. तस्य विषये किं सूत्रस्य दृष्टिकोणं किम् इति पश्यामः. पुनः रेफान्तम् अव्ययम्, अतः अत्रापि रेपो भवति. रेफस्य रेफे परे शास्त्रीयप्रक्रिया, ओके, रेफस्य रेफे परे रेफलोपः पूर्वदीर्घत्वं च इति ध्येयम्. पुनः रेफान्तं पुनर् इति अस्ति, पुनः रेफान्तम् अव्ययम्, अतः अत्रापि रेफो भवति. रेफस्य परे रेफे परे रेफलोपः पूर्वदीर्घत्वं च इति ध्येयम्. तथैव पुनः रमते, रेफान्तम् अव्ययम्, अतः विसर्गसन्धौ रेफादेशः पुनर् रमते, पुनः रमते रेफस्य लोपः भवति, नकारस्य दीर्घत्वं भूत्वा पुनः इति आयाति. अकारस्य दीर्घत्वं भूत्वा पुनः योगः रमते, पुनः रमते इति रूपम् आयाति. शास्त्रीयप्रक्रिया किम् अस्ति इति पश्यामः चेत्, प्रथमाविभक्तौ एकवचने हरियोगः सु, रमयोगः ते, इत्संज्ञक उकारस्य लोपः, इत्संज्ञक उकारस्य लोपः हरिस् रमते. ससजुषोरुः इत्यनेन पदान्ते सकारस्य रु आदेश, ससजुषोरुः इत्यनेन सकारस्य रुकार भवति. हरि योगः रु, योगः रमते, इत्संज्ञक उकारस्य लोपः हरिर् रमते. अवसाने नास्ति, खरी नास्ति, अतः खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गादेशः न भवति. तत्र रमते अस्ति, तत् खर्वर्ण नास्ति, अपि च तत्र अवसानम् अपि नास्ति, अतः खरवसानयोर्विसर्जनीयसूत्रं कार्यं न करोति, यथावत् तिष्ठति. हरिर् योगः रमते. तत्र रोरि एतत् सूत्रम् अष्टमे अध्याये तृतीयपादे चतुर्दश अध्याय सूत्रमस्ति, इत्यनेन रेफस्य रेफे परे लोपः, रो रि इत्यनेन रेफस्य रेफे परे लोपः. हरि रमते, रेफः रेफलोपस्य निमित्तम्, अतः घलोपे पूर्वस्य दीर्घोणः, घलोपे डकार रेफः लोपे पूर्वस्य दीर्घो अणः, अणः इत्यनेन रेफलोपनिमित्तक रेफात् प्राक् अणुप्रत्याहारे स्थितस्य अकारस्य दीर्घत्वं हरीरमते इति. ओके, सो किमस्ति तत्र? एकवचने प्रथमाविभक्तौ एकवचने हरीरमते तस्य रूपं भवति हरियोगः सुप्रत्यय रं योगः ते इत्संज्ञा उकारस्य लोपः भूत्वा हरियोगः स रं योगः ते हरिस् रमते इति रूपम् आयाति. तत्पश्चात् ससजुषो रुः इत्यनेन पदान्ते स्थितस्य सकारस्य रु आदेशः भवति हरिरु रमते. ऋकारस्य उकारस्य इत्संज्ञक उकारस्य लोपः भूत्वा हरिर् रमते इति रूपम् अस्ति. तत्पश्चात् रकारजु परे यत् रकारः अस्ति तद् खर्व कर्णास्ति, अवसानमपि तत्र नास्ति इति कारणतः खरवसानयोर्विसर्जने सूत्रं कार्यं न करोति. तदेव यथावत् तिष्ठति हरिर्योगः रमते. तत्र रोरि इति सूत्रं किम् अस्ति, तत् सूत्रं पश्यामि वा. रोरि किम् अस्ति इति, रोरि रो रि ओके, रोरि इति सूत्रं रेफस्य संहितायां रेफे परे लोपः भवति. रेफस्य संहितायां रेफे परे, तत्र रेफस्य संहितायां रेफे परे रकार अस्ति, रेफ अस्ति, तत्पश्चात् रकार अस्ति, तत्र परे रेफस्य लोपः भवति. इत्यनेन रेफस्य रेफे परे लोपः, तदेव रेफस्य लोपः भूत्वा हरियोगः रमते इति रूपम् आयाति. रेफः रेफलोपस्य निमित्तं, रेफः रेफः रेफलोपस्य निमित्तम् अस्ति इति कारणतः ध्वलोपे पूर्वस्य दीर्घोणः, तत् सूत्रं किं वदति, इत्यनेन रेफलोपनिमित्तक रेफात् प्राक् रेफलोपनिमित्तक रेफात् अस्तु रमते, तत्र रेफ अस्ति, तद् रेफलोपनिमित्तक रेफात् प्राक् तस्य पूर्वम् अण् प्रत्याहारस्थितस्य अकारस्य, तस्य पूर्वं स्थित अण् प्रत्याहारस्य स्थित अण् अस्ति ईकार, अण् प्रत्याहारे स्थित ईकारस्य दीर्घत्वं भवति एतत् सूत्रेण, ड्रलोपे पूर्वस्य दीर्घो अणः इति एतत् सूत्रं वदति. तदेव हरी इति दीर्घं भवति, हरीरमते इति रूपम् आयाति. तदेव पूर्वमपि दृष्टं तत्र भाटसूत्रेण अपि एतत् रूपम् इति प्राप्तं, तत्रापि हरिरमते इति रूपं प्राप्तं. शास्त्रीयचिन्तने एतस्य विषये एतत् सूत्रं सर्वं कार्यं करोति. रोरि ढलोपि पूर्वस्य दीर्घोणः एतत् सूत्रम्, अपि च ससचु सोरुः एतत् सूत्रत्रयं कार्यं करोति. तदेव तत्र अन्तिमरूपमस्ति हरिरमते. अस्तु वा महोदय? हा समीचीनं भगिनि, समीचीनं, बहु समीचीनं. ओ तत् सूत्रम् अग्रे दत्तं, रोरि किम् अस्ति. एवमेव पुनर्रमते, तत्र अवसाने नास्ति, खरि नास्ति, अतः करवसानयोर्विसर्जनीय इत्यनेन विसर्गादेशो न भवति, यथावत् तिष्ठति पुनर्रमते. रोरि इत्यनेन रेफस्य रेफे परे लोपः, रेप रे इत्यनेन रेफस्य रेफे परे रेफः अस्ति, रेफे परे रेफ अस्ति, तदेव तत्र रेफस्य लोपः भवति, रेफे लोपः भवति, पुनः योगः रमते. तत्र रेफः रेफलोपस्य निमित्तं, ये रेफः रेफलोपस्य निमित्तम् अस्ति, यत् रमते इत्यत्र यत् रेफः अस्ति तद् रेफलोपस्य निमित्तम् अस्ति. पूर्वसूत्रं तदेव वदति इति, रोरि इत्यनेन रेफस्य कारणेन रेफस्य लोपः भवति इति. सो रमते इत्यनेन यद् रेफः अस्ति तद् रेफस्य निमित्तम् अस्ति, रेफलोपस्य निमित्तम् अस्ति. तदेव ढ्रलोपे पूर्वस्य दीर्घोणः इति सूत्रेण रेफलोप यद् रेफस्य लोपः भवति तस्य पूर्वं यत् अणुवर्णः अस्ति, अणुप्रत्याहारस्थवर्णः अस्ति, तस्य दीर्घं भवति इति एतत् सूत्रं वदति. तदेव रेपलोपस्य पूर्वं किमस्ति, अकारस्ति अणुवर्णस्य अणुप्रत्याहारस्थवर्ण अकार अस्ति, तदेव तत् आकारस्य दीर्घं भवति एतत् सूत्रेण. सो पुनः योगः रमते इति रूपं प्राप्तम्. अस्तु, ओके, पुनः रमते, हरी रमते, पुनः रमते इति रूपं प्राप्तम्. समीचीनं भगिनि, उत्तमम्. अस्तु अग्रे तर्हि तत्र उषा भगिनी अग्रे. अत्र कश्चन प्रश्नः उदेति यत् रोरि त्रिपादसूत्रं झलोपे पूर्वस्य दीर्घोणः च इति. भगिनी तत्र रोरि इति तस्यापि पठनं न कृतम्, अतः तत्र सूत्रं न पठितवती. केवलं तत्र रोरि इति तस्य तद् उक्तमासीत् तत्र तेन रेपे परे इति एव उक्तम्. इदानीं तत्र रोरि अपि डुलोपे पूर्वस्य दीर्घोणः. अस्तु महोदय, रोरि रेपस्य लोपः रेपे परे, अष्टमाध्याय तृतीयपाद चतुर्दशतमसूत्रम्. रः षष्ट्यन्तं, रि सप्तम्यन्तं, द्विपदमिदं सूत्रं. डोडे लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. तयोर्द्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं रः लोपः रि संहितायां. रोरि इति सूत्रं अष्टमाध्याय सूत्रं. रेपस्य लोपः रेपे परे, रेपात् अनन्तरं रकारः रेपः अस्ति चेत् तस्य प्रथम रेपस्य लोपः भवति. सो रोरि इति सूत्रे रः षष्ट्यन्तं, रि इति सप्तमीयन्तं. रः इति रो भवति, यतोहि परः रि रकारः अस्ति इत्यनेन. रोरि रः षष्ट्यन्तं, रः षष्ट्यन्तं, रि सप्तम्यन्तं. रः षष्ट्यन्तम् इत्यनेन तस्य स्थाने इति, रि सप्तमीयन्तं रि पूर्वकार्यम् इति. द्विपदमिदं सूत्रं. डोडे लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. तयोर्द्वा बचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अस्तु, रः लोपः रि संहितायां. द्रलोपे पूर्वस्य दीर्घोणः डकार रेपयोः लोपनिमित्तयोः पूर्वस्य अणः दीर्घः. डकार रेपयोः लोपस्य निमित्तक ढ डकार रेपे परे अण् प्रत्याहारे स्थितस्य दीर्घ आदेशः भवति. द्वलोपे इति द्वन्द्वगर्भ उपपदतत्पुरुषसमास. ढ च ऋ च ड्रौ इति इतरेतरद्वन्द्वः. ढ च ऋ च ड्रौ इतरेतरद्वन्द्वः. ड्रौ लोपयति इति ड्रलोपः, तस्मिन् ड्रलोपे लोपयति इति इत्यनेन एव उपपद तत्पुरुष. ड्रौ लोपयति इति ड्रलोपः, तस्मिन् ड्रलोपे. ड्रलोपः गर्भद्वन्द्वः उपपद तत्पुरुषः. ड्रलोपः गर्भद्वन्द्वः ड च ऋ च उपपद तत्पुरुषः, यतोहि लोपयति. द्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ट्यन्तं, दीर्घः प्रथमान्तम्, अण् षष्ट्यन्तम्. अनेकपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णं. द्रलोपे पूर्वस्य अणः दीर्घः. ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रे डकार अथवा रेपयोः लोपनिमित्तयोः पूर्वस्य अणः दीर्घः डकारः अथवा रेपः लोपः भवति चेत् तस्य पूर्वस्य अणः अस्ति चेत् अण् अस्ति चेत् तस्य अण् दीर्घं भवति दीर्घः भवति डकाररेपयोः लोपस्य निमित्तकडकाररेपे परे डकाररेपयोः लोपस्य निमित्तकडकारे रेपे परे डकार अपि च रेपः लोपस्य लोपः भवति चेत् पूर्वं लेक् रोरि इत्यनेन रेपस्य लोपः डोडे लोपः इति सूत्रमपि डकारलोपं क्रियते. सो डकार अथवा रेपयोः लोपस्य निमित्तकडकारे डकाररेपे परे डकारलोप रेपलोप रेपलोप निमित्तकं परे यत् परे डकारः अपि अस्ति रेपः अस्ति चेत् पूर्व डकार अथवा रेपः लोपः भवति इति पूर्वं. तत् लोपः क्रियते चेत् तस्य अण् पूर्वस्थितस्य अण् प्रत्याहारस्थितस्य दीर्घ आदेशः भवति. डकार डकार रेपः रेपः परडकारः पररेपः लोपनिमित्तकः लोपनिमित्तकडकार अथवा लोपनिमित्तकरेपः भवति. तदा पूर्वस्थितस्य डकार अथवा रेपः लोपः भवति. सो परस्थित डकार अथवा रेपः एव लोपस्य निमित्तकडकाररेपः भवति. अस्ति चेत् डकाररेपयोः लोपः भवति. डकाररेपयोः लोपे सति अण् प्रत्याहारस्थितस्य डकाररेपयोः पूर्वं स्थितस्य यत्र लोपः अभवत् तत्पूर्वं यत् अण् प्रत्याहारवर्णस्य दीर्घ आदेशः भवति इति सूत्रं वदति. पूर्वस्य अणः दीर्घः. अणः दीर्घः समीचीनं. तर्हि तत्र रकारः रकारस्य अनन्तरम् अन्यः रकारः अस्ति चेत् रेपस्य अनन्तरम् अन्यः रेपः अस्ति चेत् प्रथमरेपस्य तत्र लोपः भवति अपि तस्मात् प्राक् यद् अण् अस्ति चेत् तस्य दीर्घत्वं तथैव तत्र डकारः पुनः डकारः इति खलु भगिनि. आम् आम् हरिस् रमते हरिर् रमते देन् हरिर् प्रथमरेपः अनन्तरं हरिर् रमते इत्यस्य रेपः रमते इत्यस्य रेपः निमित्तकं भवति लोपनिमित्तकं भवति प्रथम आदिम लोपस्य लोपस्य निमित्तकं भवति यत्र लोपः अभवत् तत्पूर्वं यत् अण्वर्णः अस्ति अत्र हरि हरि इकारः अण्वर्ण प्रत्याहारे अस्ति इत्यनेन इकारः लोपः अभवत् चेत् लोपनिमित्तं परः अस्ति तदा लोपः अभवत् चेत् तस्य पूर्वस्य अण् दीर्घः भवति इत्यनेन ईकारः भवति हरी रमते इति. उत्तमं भगिनि. अत्र कश्चन प्रश्नः उदेति यत् रोरि त्रिपादसूत्रम् अष्टम अध्याये अस्ति. ड्रलोपे पूर्वस्य दीर्घोणः षष्टम अध्यायसूत्रं षष्टम अध्याय अस्ति इत्यनेन सपादशब्दाध्यायां ड्रलोपे पूर्वस्य दीर्घोणः इति सपादसप्ताध्याय्याम् अस्ति इति कारणतः पूर्वत्र सिद्धम् इत्यनेन रोरि इत्यस्य कार्यम् असिद्धं न भवति किम्? अत्र सिद्धान्तः कार्यं करोति आश्रयात् सिद्धत्वम्, आश्रयात् सिद्धत्वम्। यावत्पर्यन्तं रोरि न स्यात् तावत्पर्यन्तं जलोपे पूर्वस्य दीर्घोणः इत्यस्य रेपनिमित्तकप्रसक्तिः न भविष्यति एव। यावत्पर्यन्तं रोरि न स्यात् तावत्पर्यन्तं जलोपे पूर्वस्य दीर्घोणः इत्यस्य रेपनिमित्तक प्रसक्तिः न भविष्यति एव। रोरि इत्यस्य आश्रयेण, रोरि इत्यस्य आश्रयेण ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य कार्यं सिद्ध्यति। रोरि नास्ति चेत् ड्रलोपे पूर्वस्य दीर्घोणः निरवकाशं भवति। रोरि इति सूत्रं त्यक्त्वा ड्रलोपे इत्यस्य रेपनिमित्तकं निरर्थकम्। किमर्थं न ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रं रोरि इत्यस्य अनन्तरम् अष्टाध्याय्यां स्थापयेत इति चेत् ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य दीर्घशब्दस्य अनुवृत्तिः आवश्यकी इत्यस्मात् आरभ्य 6311 2 इत्यस्मात् आरभ्य 6418 इति तावत् इति यावत्। ओ अस्तु, अत्र प्रश्नः उदेति, रोरि त्रिपादसूत्रमस्ति, जलोपे पूर्वस्य दीर्घोणः इति सपादशब्दाध्याय्याम् अस्ति इत्यनेन पूर्वत्र सिद्धम् इत्यनेन रोरि इत्यस्य, रोरि इति इत्यस्य कार्यम् असिद्धम्, असिद्धं भवति। यतोहि तत्र एतद् तत्र त्रिपादीसूत्रम् अस्ति अस्ति अपि तत्र सपाद सप्ताध्याया रोरि सपादशब्दाध्यायाम् अस् रोरि सपादशब्दाध्यायाम् अस्ति। रोरि इत्यस्य कार्यात् अनन्तरं ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रं न साधारणतया कार्यं न न कार्यं करोति, न कार्यं कर्तुं शक्यते, तस्य कार्यं न पश्यति, यतोहि ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रं सपादशब्दाध्याय्याम् अस्ति। रोरि इति एव प्रथमं कार्यं करोति, रोरि इत्यस्य कार्यं ड्रलोपे पूर्वस्य दीर्घोणः सपादशब्दाध्याय्याम् अस्ति इत्यनेन ड्रलोपे पूर्वस्य दीर्घोणः इति दृष्ट्या रोरि इत्यस्य कार्यं न भवति, न अभवत् न अभवत् इति नास्ति, हौ डु ऐ से, नास्ति कार्यं नास्ति, तत्र अभविष्यति, न न भविष्यति, अभविष्यत् न अभविष्यत्। तत्र सिद्धान्तः कार्यं करोति आशयात् सिद्धत्वम्। अत्र एकं सिद्धान्तः अस्ति आशयात् सिद्धत्वम् इति, यतोहि यावत्पर्यन्तं रोरि न स्यात् तावत्पर्यन्तं जलोपे पूर्वस्य दीर्घोणः इत्यस्य कार्यमपि न भविष्यति एव। रोरि इति सूत्रं कार्यं कर्तुं शक्यते चेत् एव जलोपे पूर्वस्य दीर्घोणः इति सूत्रस्य प्रसक्तिः अस्ति। रोरि इति सूत्रं कार्यं न करोति चेत् जलोपे पूर्वस्य दीर्घोणः इति सूत्रस्य निमित्तमेव नास्ति। रेपः, यतोहि रोरि इत्यनेन रेपः लोपः भवति, रेपः लोपः चेत् अनन्तरम् एव ड्रलोपे इति सतिसप्तमी, अत्र ड्रलोपे डकार अथवा रेपः लोपः चेत् तस्य पूर्वस्य दीर्घः अणः इति सूत्रं वदति ड्रलोपे पूर्वस्य दीर्घोणः। सो रोरि इति कार्यं न करोति चेत् ड्रलोपे पूर्वस्य दीर्घोणः इति न कार्य इति सूत्रस्य कार्यं न प्रसक्तिः भवति। रोरि इत्यस्य आश्रयेण ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य कार्यं सिद्ध्यति. अस्तु, रोरि नास्ति चेत् ड्रलोपे पूर्वस्य दीर्घोणः निरवकाशं भवति. अस्तु, निरवकाशं भवति, यतोहि रोरि न अभवत् ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रमपि न कार्यं कर्तुं शक्यते. रोरि इति तथा एव आश्रयात् सिद्धत्वम् इति अस्ति. रोरि इति सूत्रं ओके दट् वि डिड्. किमर्थं न ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रं रोरि इत्यस्य अनन्तरम् अष्टाध्याय्यां स्थापयेत इति चेत् ओ ड्रलोपे पूर्वस्य दीर्घोणः देन् ड्रलोपे पूर्वस्य दीर्घोणः कुड् बी इन् त्रिपादी आल्सो. हौ डु ऐ से दट् महोदय? ड्रलोपे पूर्वस्य दीर्घोण इति त्रिपाद्यामपि भवितुम् अर्हति. किमर्थं सपादशब्दाध्याय्याम् अस्ति इति प्रश्नः अस्ति चेत् ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य दीर्घ इति शब्दस्य अनुवृत्तिः आवश्यकी. दीर्घ इति शब्दः परसूत्रस्य परसूत्राणां कृते अनुवृत्तिसहितम् आवश्यकी इति इति अस्ति इत्यनेन ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रं सपादशब्दाध्यायां पाणिनिना दत्तम्. तत्र इति दीर्घ एकाध्याय्यां तस्य आवश्यकता अस्ति इति खलु? तस्य आवश्यकता अस्ति. दीर्घः गोस् अप् टु 63112 फ्रम् देर् टु 6418. तावत्पर्यन्तं तस्य अनुवृत्तिः अस्ति अस्ति दीर्घशब्दस्य, अतः तत्र स्थापितं पाणिनिना इति. सुन्दरमस्ति खलु भगिनि, नाम कथं तत्र समस्या अस्ति किन्तु तस्य समाधानमपि बहु समीचीनमस्ति. नाम तत्र केवलं रोरि इति एव तत्र ड्रुलोपे पूर्वस्य दीर्घोणः इति तत्र ड्रलोपे पूर्वस्य दीर्घोणः तत्सूत्रं कदा कार्यं करोति इत्युक्ते यदा तत्र रोरि अथवा डोडे लोपः इति भवति चेदेव तत्र कार्यं कर्तुं शक्नोति. सूत्रः व्यर्थं न भवेत्. सो ड्रलोपे दीर्घोणः इति सूत्रं कार्यं आवश्यकं, परन्तु तत् अष्ट त्रिपाद्यां न स्थापितं, परन्तु सपादशब्दाध्याय्यां स्थापितम् इत्यनेन, यतोहि दीर्घः इति शब्दः अत्र आवश्यकी भवति सपादशब्दाध्याय्यां फर् सो मेनि सूत्रस्. अतः तत्र केवलम् एकस्य सूत्रस्य कृते तत्र समस्या अस्ति इति भासते, किन्तु तत्रापि समस्या नास्ति. तत्र आशयात् सिद्धत्वं तस्य एव एतस्य सूत्रस्य एतत् सूत्रं सिद्धं भवति इति कृत्वा तत्र रोरि सूत्रस्य कार्यं ड्रलोपे पूर्वस्य दीर्घोणः स्वीकृत्य कार्यं कृत्वा तत्र तत्र सिद्धं भवति. तत्र निरर्थकं नास्ति तत्र तस्य अर्थः भवति. अस्तु, समीचीनमस्ति. अस्तु, अतः बहु किमपि तत्र प्रतिपादितमस्ति स्वरूपमहोदयेन अत्र. आम् आम् महोदय, 6411 to 6418, there are almost 45 sutras mode. Tarhi tatraiva sthatavyam tatra dralope iti purvasya dirghona iti. समीचीनमस्ति. अतः इदानीं तत्र करपत्रम् अस्माभिः पठितं, तर्हि तत्र दीर्घकरपत्रम् आसीत् एतदपि खलु, तत्र विसर्गसन्धिः इति. इदानीं तत्र तस्य उपयोगं कुर्मः तर्हि. तर्हि इदानीं तत्र तर्हि गीताप्रवेशः तत्र पठामः उदाहरणानि. तर्हि तत्र यत् अस्माभिः पठितं तस्य प्रयोगं कुर्मः तर्हि. तर्हि तत्र अग्रे तर्हि तत्र पुस्तके तत्र कथां पठितवन्तः, इदानीं तत्र पेज् 49 इति ततः आरभ्य पठामः. अपि तत्र अग्रे यत्र भगवद्गीतायाः श्लोकः भवति तदपि पठामः. अस्तु तर्हि तत्र शोभा भगिनी आरम्भं करोति वा तर्हि. धन्यवादः. धन्यवादः भगिनी. तत्र विसर्गसन्धिः प्रथमः अभ्यासः अस्तु. तत्र उदाहरणरूपेण किं दत्तं, विसर्गः योगः स्वरः, अपि च विसर्गः योगः व्यञ्जनानि इति. विसर्गसन्धौ पञ्चविशेषाः सम्भवन्ति. प्रथमं सकारः. एतानि उदाहरणानि परिशीलयत. पाण्डवाः योगः च. पाण्डवाः योगः विसर्गः योगः चकारः योगः अ. पाण्डवायोगः विसर्गस्य स्थाने सकारादेशः भवति. इदानीं जानीमः विसर्जनीयस्य सः इति इत्यनेन भवति, यतोहि चकारः खर्वर्णः. अतः प्रथमपाठसूत्रं कार्यं करोति. अपि च सूत्रम् इदानीं जानीमः विसर्जनीयस्य सः इति. अतः पाण्डवाः योगः सकारः योगः चकारः योगः अ. तदनन्तरं तत्र पाण्डवाः योगः षकारः, सकारस्य स्थाने षकारादेशः. तत्र श्चुत्वं, यतोहि परवर्णः चकारः, अतः स्तोः श्चुना श्चुः इति. परवर्णः श्चुना चकारः षकारः योगः चकारः अकारः. पाण्डवाश्च इति भवति. तत्र दत्तं श्चुत्वसन्धिः इति. तदेव तत्र स्तोः श्चुनाश्चुः इत्यनेन एतद् रूपं साधितम्. अग्रिमम् उदाहरणम् उत्तमः योगः छात्रः. तत्र इदानीं रूपसिद्धिः कृतम् उत्तमश्छात्रः इति. तत्र उत्तमः इत्यस्य विसर्गस्य स्थाने विसर्जनीयस्य सः च तत्रापि खर्वर्णः सकारादेशः. उत्तमस् छात्रः. इदानीं सकारस्य पुनः षकारादेशः छुत्वं स्तोश्चुनाश्चुः इत्यनेन उत्तमश्छात्रः. तत्र अन्तिमरूपम् उत्तमश्छात्रः इति सिध्यति. अश्रुत्वसन्धिः. तत्र अन्यत् कार्यमपि भवितुम् अर्हति, किन्तु तत्र न दत्तम्. अस्तु. घोरः योगः ठङ्कारः. तत्रापि तदेव कार्यं भवति, किन्तु इदानीं घोरः घोरस् योगः ठ, तत्र मूर्धन्यठकारः इत्यनेन श्रुत्वं भवति, न तु श्रुत्वम्. अतः घोरस् इत्यत्र घोरश् इति मूर्धन्यषकारः. घोरश् योगः ठङ्कारः, घोरष्ठङ्कारः इति श्रुत्वसन्धिः भवति. दुर्योधनः योगः तदा. तत्रापि दुर्योधनः योगः विसर्गः योगः तकारः योगः अदा. दुर्योधनयोगः विसर्गस्य सकारादेशः विसर्जनीयस्य सः इत्यनेन. तत्र तकारः परवर्णः खर्वर्णः, अतः अन्यानि कार्याणि न भवन्ति, श्चुत्वं न भवति. दुर्योधनस्तदा इति एव रूपं तिष्ठति वर्णमेलनेन तत्र. इत्युक्ते तत्र केवलं विसर्जनीयस्य सः इत्यस्य कार्यं सकारः साधितं. तदनन्तरं दुर्योधनस्तदा इति अन्तिमरूपं सिद्ध्यति. यत्र परतः ककपफान् विना कर्कषव्यञ्जनानि भवन्ति तत्र विसर्गस्य सकारादेशः भवति. इत्युक्ते तत्र विसर्जनीयस्य सह किन्तु ककपफे तु विसर्गः इति दृष्टवन्तः तत्र. अतः ककपफ सन्ति चेत् विसर्गः तिष्ठति, नो चेत् एतानि कार्याणि भवन्ति. तत्र परवर्णः कः इति अनुसृत्य सूत्राणि आगच्छन्ति. कर्कषव्यञ्जनानि नाम करि इति कर्कषव्यञ्जनानि खर्वर्णाः सन्ति चेत् तत्र किं श्रुत्वं भवति, श्रुत्वं भवति इति उदाहरणानि दत्तानि तेषु विषये तस्मिन् विषये. किन्तु अत्र प्रथमं कार्यं तु तत्र सकारस्य आदेशः, तत्र विसर्जनीयस्य सः इति खर्परे आगच्छति एव. तदनन्तरं परवर्णः चकारः अस्ति चेत्, छा अथवा छा अस्ति चेत् तत्र श्रुत्वा अथवा श्रुत्वसन्धिः भवति. अतः अग्रे अपि कार्यं भवति. तत्र उत्तमस् छात्रः इत्यस्य उत्तमश्छात्रः इति भवति. घोरस् इत्यस्य घोरश् इति भूत्वा घोरष्ठङ्कारः इति श्रुत्वं भवति. किन्तु दुर्योधनः तदा इत्यत्र परवर्णः खर्वर्णः एव, किन्तु तत्र दुर्योधन तत्र तकारः परमस्ति चेत् तत्रापि दुर्योधनस् तदा इति किं तत्र सकारस्य आदेशः तावत्, हा सकारस्य आदेशः, किन्तु सकारतकारयोः स्तोः श्चुनाश्चुः इत्यस्य प्रसक्तिः अस्ति, किन्तु तत्र सकारतकारस्य परे चकारवर्णः तदेव तत्र सकार स्तोः इति अस्ति किन्तु श्चुत्वं नास्ति, न श्रुत्वं न भवति. स्तोः इति अस्ति किन्तु किं तत्र षकार अथवा चकारः नास्ति, सकारः एव अस्ति. अतः श्चुना इति निमित्तं नास्ति इति कृत्वा तत्र अग्रे किमपि कार्यं न भवति, श्रुत्वं न भवति. यतोहि तत्र सकारचकारयोः योगे सकारस्य षकारः तथा परवर्णः तकारः एव इदानीम्. अतः किमपि अन्यानि कार्याणि न भवन्ति, केवलं सकारः. सकारः समीचीनम्. अस्तु भगिनि, धन्यवादः. धन्यवादः. अस्तु तर्हि अग्रे तत्र वेदा भगिनी अग्रे. अस्तु, एतानि उदाहरणानि परिशीलयत. यत पर तत् पठति वा पठ यत्र परत पठितं भगिनि. ओके, एतानि उदाहरणानि परिशीलयत. पयः योगः शीतलम्. पय योगः विसर्गः योगः श योगः ईतलम्. पययोगः विसर्गस्य स्थाने सकारः, षकारपरे अस्ति चेत् शर्परि इति सूत्रेण ऐ थिङ्क् विकल्पेन विसर्ग आयाति अपि च सकार आयाति, विकल्पेन सकार आयाति. पययोगः सकार अपि च पययोगः विसर्गः रूपद्वयं भवितुम् अर्हति. योगः षकारयोगः ईतलं, पययोगः ष विसर्गः ष ईतलं. तत्र सकारस्य स्थाने षकार ओ श्रुत्वं भूत्वा षकार सकार अस्ति तत्परपश्चात् षकार अस्ति चेत् षकार आयाति. पययोगः षकार अपि अथवा विसर्गः योगः श योगः ईतलं, पयशीतलं छुत्वसन्धि अपि च पयः शीतलम् अन्यत् रूपमस्ति विकल्पेन पयः शीतलं. रूपद्वयम् अस्ति तत्र, विकल्पेन सकारः अस्ति इति कारणतः रूपद्वयम् अस्ति. एकवारं छुत्वसन्धि भूत्वा पयशीतलम्, अन्यत् रूपमस्ति पयः शीतलं. तदेव तिष्ठति पयः योगः शीतलम्. अन्यत् उदाहरणमस्ति श्रीधरः योगः षष्ठः, तत्र मूर्धने षकारः अस्ति विसर्गस्य पश्चात्, तत्र श्रीधरः षष्ठः श्रीधरष्ठः इति ष्ठुत्वसन्धि भूत्वा किमर्थं ओ षष्ठः ष्ठुत्वसन्धि किमर्थं तत्र षकार टकार कोऽपि नास्ति षष्ठः इति न वा श्रीधर षकारयोः योगः भवति खलु हा सकार षकार श्रीधरः विसर्गस्य सकारः ओ सकारात् परे षकार सकारपरे षकार ओके ओके सकारपरे षकार इति कारणतः श्रुत्वसन्ति भूत्वा श्रीधर षष्ठः अपि च अन्यत् रूपमस्ति श्रीधरः षष्ठः तत्र विकल्पेन अस्ति वा तत्रापि विकल्पेन सकारः ओके अन्यत् ओ सरि ओके शरीपरि इति कारणतः तत्सूत्रेण ओके भक्तः योगः सेवते तत्रापि विकल्पेन सकारः भवति भक्तः सेवते तत्र एव तिष्ठति कोऽपि कार्यं तत्र न भवति सकारपदे सकार एव अस्ति इति कारणतः कोऽपि कार्यं न भवति तत्र भक्तः सेवते एव भवति अन्यत् रूपमस्ति भक्तः सेवते एतत् रूपं द्वयम् अत्र रूपद्वयम् अस्ति विकल्पेन सकार शरीपरि इति सूत्रेण तत्र विकल्पेन रूपं भवति एतेषु उदाहरणेषु विसर्गात् परतः ष ष स इत्येतानि व्यञ्जनानि सन्ति तत्र विसर्गस्य सकारादेशः विकल्पेन सम्पन्नः तस्मात् विसर्गस्य तथयोः परयोः सकारः स छयोः परयोः षकारः टठयोः परयोः षकारः ष स स इत्येषु परेषु विकल्पेन क्रमात् ष ष स आदेशा भवन्ति तदेव तत्र श्रुत्वसन्धि श्रुत्वसन्धि एतत् सर्वम् अपि च शरी परेति एतत् सूत्रं तत्र कार्यं करोति इति कारणतः उदाहरणं त्रयः दत्तमस्ति उपरि तस्मात् कर्परे विसर्जनीयः इति सूत्रं तत्र कर्परे विसर्जनीय शरी शर्परे विसर्जनीयः शर्परे विसर्जनीय बाबा तत्र शर् अस्ति खलु शशस शर्परे विसर्जनीयः इत्यनेन विसर्गः तिष्ठति विकल्पेन तस्मात् विसर्गस्य तथयोः परयोः सकारः छयोः परयोः षकारः ठठयोः परयोः षकारः श स स इत्येषु परेषु विकल्पेन क्रमात् श श स आदेशा भवन्ति ओके तद् तद् तस्य एतत् अर्थमस्ति इति ये उदाहरणानि उपरि दत्ति तस्य अर्थम् एतदस्ति इति उक्तं तस्य पश्चात् सन्धिं कुरुत ज्ञानिनः योगः तत्त्वदर्शिनः तत्र विसर्गस्य परे तकार अस्ति खर्वर्णः अस्ति इति कारणतः तत्र विसर्गस्य स्थाने सकारादेशः भवति ज्ञानिस्तत्त्वदर्शिनः इति रूपं भवति तत्र ज्ञानिस्तत्त्वदर्शिनः एतत् रूपम् अन्यत् हनुमतः योगः छत्रं तत्रापि विसर्गस्य परे छकारः अस्ति खर्वर्णः अस्ति इति कारणतः विसर्गस्य स्थाने सकारादेशः भवति हनुमतः छत्रं तत्पश्चात् सकार अस्ति तत्पश्चात् छकार अस्ति इति कारणतः तत्र छुत्वं सन्धि स्तोः चुनाच्युः इति सूत्रेण सकारस्य स्थाने षकार षकारायाति दन्त्यषकार हनुमतश्छत्रम् इति रूपम् आयाति तत्र हनुमतश्छत्रम् अस्तु हनुमत महोदय अस्मिन् करपत्र अस्य करपत्रस्य अन्ते तत्र विसर्गसन्धेः साक्षात् अन्ते विसर्गसन्धेः संक्षिप्तमानचित्रम् इति पी डि एफ़् अस्ति महोदय सुब्बुमहोदयेन निर्मितम् तद् डौन्लोड् कुर्मः चेत् बहु सम्यक् भवति. मया न दृष्टमेव भगिनि. अस्तु अस्तु, धन्यवादः. अस्तु, इत्युक्ते पूर्वं रीसेण्ट्लि स्थापितं, तत्र अस्ति. अनेबल् टु ओपन्, यु डोण्ट् हाव् अनेबल् टु ओपन् वा? न न न, अस्ति अस्ति भगिनि, अहं पश्यन् अस्मि. किमर्थम् अहं न पुनः भगिनि तत्र पुनः डौन्लोड् करोतु, पुनः तत्र पुनः रिफ्रेश् करोतु भगिनि, प्रायशः तत्र. किन्तु भगिनि प्रायशः अनेबल् इत्युक्ते, यतोहि तत्र गूगल् डाक् अस्ति, तत् पी डि एफ् नास्ति. गूगल् डाक् ओन्ली. ओके, ऐ गाट् इट् नौ, ऐ गाट् इट्. ओके, हा, समीचीनमस्ति भगिनि. तत्र वाशरि, ओ सि वाशरि, वाशरि ओन्ली उक्तं तत्र सूत्रं वाशरि. कुत्र भगिनि? नम्बर् टु, सकारस्य स्थाने षकारादेश, तत्र वाश्चरि इति सूत्रं दत्तं. द्वितीयबिन्दु, बालस्योगः शेते, तत्र वा? द्वितीयबिन्दु, विसर्जनीयस्य सः खरि खख भवेत् विसर्गः, तत्र द्वितीयबिन्दु, ससृशोरुः करवसानयोर्विसर्जनीयः, वाशरि विसर्जनीयस्य सः. एतत् सर्पस्सरति. तत्र सुब्रह्मण्यमहोदयस्य प्रथमे पुटे तत्र द्वितीय उदाहरणं सर्पस्सरति. लुक् अट् दट् वन् सेकेण्ड्. सर्प, तत्र सकारः, किन्तु षकारः आयाति चेत् वा? शरी, शरी इत्युक्ते एव्रिथिङ्ग् नो, न सत्यं, किन्तु वा शरी तत्रापि अस्ति. बालः शेते, बालश्चेते, तत्रापि वा शरी एव, तेन एव. सत्यं भगिनि, दट्स् वाट् ऐ थाट्. वा शरी, शरी, वा शरी इति उक्तं वा? मया न श्रुतं. दट्स् वाट् ऐ रिमेम्बर्. अन्यत् अदर् सूत्रम् आल्सो, या, वाट् यु सेड् इस् करेक्ट्, but I don't know where it is applied. I'll have to see that. I don't remember that. Ha, you said bahu samichinam asti bhagini, atha tatra very nice. Kevalam asya sandehe tatra sankshipta manasa chitram asti va, athva anya sandehe api tatra sankshipta manasa chitram asti va? No, sarvani samagrataya krutam mahodayana, mahodaya. Visarjanesya tatra visarga sandehe sarvani udaharanani dattani tatra. Correct, correct. Yeah. तत्र पूर्ववर्णः परवर्णः इति न, सत्यं विसर्गसन्देहे सर्वं केवलं विसर्गसन्देहे महोदय. अस्तु अस्तु अस्तु, समीचीनम्. अस्तु अस्तु, किन्तु इदानीं महोदयस्य पी डि एफ् तत्र बहुषु तत्र वेब्सैट् मध्ये स्थापितम्. कुत्र? व्याकरण पुटेषु तत्र सन्ति महोदय. विसर्गलोपो वक्तव्यः इति वार्तिकम् तत्र व्याकरण पेजस् सन्ति खलु महोदय, बहुत्र इदानीं तस्य पी डि एफ् स्थापितानि सन्ति. महोदयस्य पी डि एफ् मम पार्श्वे अस्ति. आमामाम् इदं पश्यामः. अस्तु अस्तु भगिनि, तत्र तत्र यान्तवान्तादेशो अन्यानि उदाहरणानि. अस्तु अस्तु अस्तु, ओ उत्तमं भगिनि, मया न दृष्टमेव तत्र तद् स्थापितम् इति. अस्तु अस्तु, रीसेण्ट्लि. ओ अस्तु भगिनि, हा, धन्यवादः. हा, अतः ओ अस्तु अस्तु अस्तु, समीचीनं. हा, बहु उत्तमम् अस्ति, तत्र उपयोगकरम् अस्ति. आमाम्, अपि सः बहु तत्र अनेकवारं सन्धिवर्गः वर्गं चालितवान् खलु सुब्रह्मण्यमहोदय? अनेकवारम् इत्युक्ते सम्पूर्णं कृत्वा पुनः कृतवान्? आम् आं भगिनि, तत्र द्विवारं त्रिवारम् अपि न व्याकरणवर्गं वर्गे तथा कृतं महोदय, सन्धिवर्गे न इति मन्ये. इति व्याकरणवर्गः इदानीं तृतीयसमयः. हा किं तृतीय पर्यायः अथवा सन्धिवर्गः न इति मन्ये. अस्तु अस्तु, केवलं व्याकरणवर्गे एव तत्र सर्वं कृतवान् अस्तु. समीचीनमस्ति, हा उत्तमं. हा तर्हि तद् तदपि तत्र हा यदि अस्माकं पार्श्वे अस्ति चेत् तत्र रेफरेन्स् बहु समीचीनं भवति. समीचीनम् अस्तु, धन्यवादः भगिनि. हा सूचितवती. हा अस्तु, तर्हि तत्र समीचीनमस्ति. अतः तत्र अग्रे अग्रिमे सप्ताहे तत्र पुनः तत्र गीताप्रवेशे अस्ति, तत्र पठित्वा इदानीं सर्वं सुलभम् इति भासते इति मन्ये खलु, यतोहि तत्र कठिनकार्यं कृतम्. इदानीं तत्र केवलं तस्य प्रयोगः, तर्हि प्रायः सुलभः भवति इति मन्ये. हा तर्हि तत्र अन्ते तत्र हा उषा भगिनी तत्र अन्ते शान्तिमन्त्रं वदति भगिनि, तदनन्तरं समापयामः. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. असतो मा सद्गमय, तमसो मा ज्योतिर्गमय, मृत्योर्मा अमृतं गमय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तश्शान्तश्शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ. नमस्कारः महोदय. धन्यवादः महोदय. धन्यवादः. अग्रिमे सप्ताहे मिलामः. नमस्कारः.